अस्तु, अद्यतनविषयः भवति मुख्यतया विशेषणविशेष्यभावः. तत्रापि गुणवद्वाचकत्वम् इत्युक्ते किं, गुणवाचकत्वम् इत्युक्ते किम् इत्येषां विषये चर्चा भवति अद्य. सर्वेषां पार्श्वे सः लेखः अस्ति इति मन्ये, तत्र कृपया उद्घाटयन्तु. पुनरावर्तनरीत्या गते सप्ताहे यः पाठः जातः इत्युक्ते न्यायभाषया कथं वदन्ति, कस्यचित् लक्षणम् इदम् इति वदनार्थं कथं वदन्ति इति कोऽपि वदति वा? यथा गन्धवती पृथ्वी, गन्धवती पृथ्वी इति लौकिकभाषया वदनं भवति, तमेव वाक्यं न्यायभाषया अथवा न्यायिकानां व्यवहारे वक्तुम् इच्छामश्चेत् तत् कथं भवति वाक्यम् इति कोऽपि वदति वा? गन्धवत्वं पृथिव्याः लक्षणम्. हा, गन्धवत्वं पृथिव्याः लक्षणम् इति न्यायभाषया न्यायिकानां व्यवहारे वदनमासीत्. अस्तु, तादृशस्य वदनस्य, तादृशस्य वाक्यस्य आशयः कः? गन्धवदित्ता इति, गन्धवत्वं पृथिव्याः लक्षणम् इति वदनस्य आशयः कः? आधाराधेयभावः स्पष्टं भवतु. अस्तु, सत्यम्, आधाराधेयभावः स्पष्टं भवति. अनन्तरं राजेन्द्रमहोदय, चत्वारिंशत्तमे पुटे, पेज् नम्बर् 40, विद्याधरी ग्रन्थे अन्तिमं वाक्यं पठति वा? कस्मिन् पुटे भगिनि? चत्वारिंशत्, पेज् 40. ओके, चत्वारिंशत्. एकं तु आधाराधेयभावः स्पष्टः भवतु, गन्धत्वं पृथिव्याः लक्षणम् इत्यस्य वदनानन्तरम् अन्तिमं वाक्यं पठतु. अतः, अतः तद् ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात्. अतः स्पष्टः धर्मबोधः स्यात् इत्युक्ते यदा वयं गन्धवती पृथिवी इति वदामः, तत्र गन्धवती इति पृथिव्याः बोधनं भवति. निर्देशः तस्मिन् वाक्ये तु निर्देशः भवति वस्तुनः अथवा पदार्थस्य, यथा पृथिवी. किन्तु गन्धवत्वं पृथिव्याः लक्षणम् इत्यस्मिन् वाक्ये तत्र अवधानमस्ति लक्षणस्य उपरि, गन्धवत्वम् इति लक्षणं पृथिव्याः इत्यस्य वदनस्य आशयः अयमेव. लक्षणवाक्यं तथा स्यात् यतः स्पष्टः धर्मबोधः स्यात्. गन्धवत्वम् इति विशिष्टः धर्मः पृथिव्याम् अस्ति, सः एव तदेव पृथिव्याः लक्षणम् इति वदनार्थं तादृशः वाक्यः भवति. प्रथमे वाक्ये तु पृथिवीवाचकपदमासीत् गन्धवती इति, किन्तु गन्धवत्वम् इति लक्षणस्य बोधः आसीत्. अपि च इदमपि स्मर्यते किं, पृथ्वी अस्ति, पृथिव्यां गन्धः अस्ति, पृथिव्यां गन्धः अस्ति, उपरि गमनार्थं कीदृशं प्रत्ययं योजयामः? त्व अथवा तल्? त्व, भावसूचकार्थं, भावसूचनार्थम्. अधोगमनार्थं मतुप् योजयामः. तर्हि गन्धः प्लस् मतुप् गन्धवत् इति भवति. पृथिवी गन्धवती अधोगमनार्थं, पृथिव्याः दिशि गमनार्थं मतुप् योजनं. पुनः गन्धवत् इत्यस्मात् उपरि गमनार्थं किं योजयामः? कं प्रत्ययं त्व अथवा तल् त्वा अथवा तल् योजयामः. गन्धवत् इत्यस्मात् उपरि गमनार्थं त्व योजयित्वा वदतु माला भगिनी. गन्धवत्वं गन्धवत्वम् इत्यनेन गन्धवत्वं पृथिव्याः लक्षणम् इति साधितं भवति. गन्धः प्लस् वत् मतुक् प्रत्ययः पृथिव्याः निर्देशः भवति. गन्धः प्लस् मतुक् प्लस् त्व गन्धवत्वम् इत्यनेन पृथिव्यां विद्यमानस्य लक्षणस्य बोधः भवति. वस्तुतः गन्धवत्वम् इत्युक्ते गन्धः एव पृथिव्यां विद्यमानः गुणः अथवा तस्मिन् विद्यमानं लक्षणम् इति बुद्धं वा? तर्हि सर्वेषां पुरतः सः लेखः अस्ति इति मन्ये. राजेन्द्रमहोदय, भवान् शिष्यः भवतु, सरला भगिनी आचार्यः भवतु वा? अस्तु भगिनि, अस्तु भगिनि. पठन्तु एकवारं. शिष्यः श्रीमन्, श्वेतरक्तादयः किं पुंसि एव सन्ति? आचार्य आम्. शिष्यः, श्वेतामाला, श्वेतं वस्त्रम् इत्यादयः प्रयोगाः श्रूयन्ते खलु? श्रूयन्तां न, तेन का हानिः? श्वेतामाला इत्यादयौ श्वेतादीनां विशेषनिघनता दृश्यते. भवता उच्यते पुंसि एव इति. सर्वदा मया स्मार्यते अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति. प्रसङ्गभेदात् अर्थः अपि विद्यन्ते कश्चित्. अतः अर्थनिश्चयः एव प्रश्नः करणीयः. तन्नाम श्वेतादीनाम् अर्थद्वयम् अस्ति. आम्, अतः एव उभयविधम् उत्तरं सम्भवति. किं तत् अर्थद्वयम्? श्वेतादयः गुणवाचकाः, गुणवत्वाचकाः चापि. अतः गुणवाचकत्वं गुणवत्वाचकत्वं चेति अर्थद्वयं तेषाम्. भवतः कथनस्य आशयः न अवगतः मया. पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतः शब्दः गुणवाचकः. श्वेतं पुष्पम् इत्यत्र श्वेतः श्वेतशब्दः गुणवत् वाचकः. गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः, तन्नाम विशेषनिघनता. आम्, श्वेतं पुष्पम् इत्यत्र श्वेतत्वत् श्वेतत्वयुक्तं पुष्पम् इत्यर्थः. अतः गुणवत् वाचकता इति उच्यते. यदा विशेषनिघनता तदा तु लिङ्गभेदात् रूपभेदः. यथा श्वेतः हारः, श्वेता माला, श्वेतं पुष्पम्. गुणवाचके तु पुंस्त्वम् एव प्रयोगः तु पूर्वदर्शितः. अत्र प्रमाणं किम्? अमरकोशवाक्यम् अत्र प्रमाणम्. अमरकोश वदति गुणे शुक्लादय पुंसि गुणलिङ्गस्तु तद्वति इति. गुणवाचकत्वे शुक्लादीनां पुंसत्वं गुणीनां गुणवतां निर्देशावसरे ते विशेषनिघ्नाः इति तस्य तात्पर्यं खलु? शुक्लः पटः इत्युक्तो विशेषनिघ्नता. पटस्य शुक्लः इति प्रयोगे कृते तु पुंस्तित्वं. प्रथमे उदाहरणे गुणवाचकता, द्वितीये उदाहरणे गुणावाचकता. अस्तु, अस्य सारांशः अयं यद् शुक्लादीनाम् इत्युक्ते वर्णवाचकानाम् अपि च रुचिवाचकानां यथा मधु एषु गुणवाचकत्वम् अपि च गुणवद्वाचकत्वम् अथवा गुणिवाचकत्वम् इति उभयविधप्रयोगः प्रयोगौ भवतः. तौ कीदृशमिति वाक्यशः पठित्वा परिशीलयामः. मध्ये केनापि आगतं वा? मध्ये कोऽपि आगतवान् इदानीं? रश्मि अस्ति. रश्मि अस्तु अस्तु. अन्य कोऽपि? अस्तु. तर्हि राधिका भगिनी किञ्चित् पठित्वा वाक्यशः पठित्वा किञ्चित् प्रतिपादयतु. तेन चर्चा आरभता. श्रीमन् श्वेतरक्तादयः किं पुंसि एव सन्ति. आम् तु अत्र तु शिष्यः पृच्छति यदि वयं वर्णः श्वेत वा अथवा रक्त कुर्मः चेत् पुलिङ्ग् एव भवति वा इति आचार्यः वदति आम् इति. तदनन्तरं भवती स्मरति किं रुचिवाचकशब्दाः कीदृशाः इति? आम् आम् आम् इदानीं तु अहं विस्मृतवती भगिनि. रुचिः तिक्तः, रुचिः मधुरः, शर्करायाः रुचिः मधुरः, तादृशम् आगच्छति. तत्रापि पुल्लिङ्ग शब्दाः एव आसन् खलु? मधुरः, कटुः इत्यादिकं. घटस्य वर्णः नीलः इति, तत्र नीलः शब्दस्य कः लिङ्गं किं? पुल्लिङ्गमेव अस्ति. तथा एव शुक्लः इत्युक्ते श्वेतवर्णः. पुष्पस्य वर्णः शुक्लः इति पुल्लिङ्गमस्ति. अस्तु अग्रे पठतु भगिनि. इति तु अस्ति एव, श्वेतः वर्णवाचकः, रुचिवाचकाः, पुल्लिङ्गशब्दाः. पुंसि इत्युक्ते पुल्लिङ्गे, पुल्लिङ्गे पुल्लिङ्गे. पुंसि नाम पुल्लिङ्गे. अग्रे वक्षते भगिनि, क्रमेण पठित्वा गच्छामः. भगिनि एतादृशप्रयोगः तु वर्णः अनन्तरं रुचिः तदनन्तरं गन्धमपि तादृशमेव आगच्छति वा? यदि अहं वदामि पुष्पस्य गन्धः सुगन्धं, तादृशम् आगच्छति वा? अस्तु अग्रे पश्यामः गन्धः कीदृश, कस्मिन् पङ्क्तौ गन्धः भवति इति अग्रे पठित्वा पश्यामः. इदानीं श्वेतः अथवा कृष्णः वर्णवाचकाः अथवा रुचिवाचकाः पुंसि एव सन्ति इत्युक्ते पुल्लिङ्गे सन्ति. किन्तु पुल्लिङ्गे सन्ति विशेष्य न, एकनिमिषः. पुंसि इत्युक्ते पुल्लिङ्गवाचकशब्दाः एव, किन्तु अग्रे पठतु भगिनि. श्वेता, माला इत्यादिकमपि प्रयोगः भवति. तदनन्तरं शिष्यः पुनः पृच्छति श्वेता, माला, श्वेतं वस्त्रम् इत्यादयः प्रयोगाः श्रूयन्ते खलु? श्रूयन्तां नाम तेन का हानिः? तु इदानीमेव शिष्यः उक्तवान् श्वेतः, रक्तः, तादृशं पुल्लिङ्गे एव आगच्छति. परन्तु किमर्थं श्वेता माला अथवा श्वेतं वस्त्रं, किमर्थं तत्र लिङ्गभेदः अथवा प्रयोगः तादृशमस्ति इति. इदानीं शिष्यः पुनः पृच्छति श्वेता, माला इत्यादौ श्वेतादीनां विशेष्यनिघ्नता दृश्यते. भवता उच्यते पुंसि एव इति. इदानीं श्वेता, माला तत्र तु पुल्लिङ्गे नास्ति श्वेतः, किमर्थम् इति शिष्यः पृच्छति. अस्तु, विशेषनिघ्नता इत्युक्ते उपरितनं वाक्यं पश्यन्तु. श्वेता, माला इति स्त्रीलिङ्गपदम् अस्ति अपि च विशेष्यम् अस्ति. विशेष्यम् अनुसृत्य तस्य विशेषणं श्वेता इति अभवत्. तस्मात् पूर्वं तु शुक्लादीनाम् इत्युक्ते वर्णवाचकानां पुल्लिङ्गमेव इति चर्चा जाता, किन्तु अधुना पश्यन्तु श्वेता माला स्त्रीलिङ्गपदमस्ति विशेष्यम् इत्यतः श्वेता इति अभवत्. श्वेतं वस्त्रं, वस्त्रं नपुंसकलिङ्गे अस्ति इत्यतः श्वेतं वस्त्रम् इति विशेषणं सञ्जातम्. अथवा श्वेतः आसन्दः इति अहं वदामिश्चेत् तत्र आसन्दः आसन्दस्य पुल्लिङ्गम् इति कृत्वा आसन्दः विशेष्यमस्ति चेत् तस्य विशेषणत्वेन श्वेतपदमागच्छति चेत् तत्र तस्यापि लिङ्गं किं भवति? पुल्लिङ्गमेव भवति. प्रथमतया शुक्लादीनाम् इत्युक्ते वर्णवाचकानां पुंसि एव प्रयोगः भवति इति उक्तं. तदनन्तरम् अत्र विशेष्यम् अनुसृत्य इत्युक्ते माला वा वस्त्रं वा आसन्दः वा इत्यादीन् अनुसृत्य एतस्य पदस्य लिङ्गपरिवर्तनं जातम्. तादृशः स्वभावः एव विशेष्यनिघ्नता. अवगच्छन्ति वा? विशेष्यनिघ्नता कस्य प्रश्नः आसीत्? विशेष्यनिघ्नता नाम किम् इति केन पृष्टम्? सरला भगिनी अधुना ज्ञायते खलु. विशेषनिघ्नता इत्युक्ते अत्र श्वेता माला इति अस्ति. यदि बहुवचने अभविष्यत् एतत् पदं मालाः इति, तदा श्वेताः मालाः इति विशेषणविशेषभावः, तद् सः श्लोकः अस्ति खलु, यल्लिङ्गं यद्वचनं वचनभेदः अस्ति, या च विभक्ति विशेषस्य तदेव भवति विशेषणस्यापि. विभक्तिलिङ्गवचन विशेष्यस्य लिङ्गवचनविभक्तिम् अनुसृत्य विशेषणस्यापि लिङ्गवचनविभक्तिः भवति. तादृशः स्वभावः अस्ति विशेष्यनिघ्नता इति. अस्तु, किन्तु अत्र भ्रमः भवति, दमः उदेति अथवा प्रश्नः उदेति यत् मूलतः तु शुक्लः अथवा श्वेतः नीलः इति वर्णवाचकाः पुल्लिङ्गे एव सन्ति, किन्तु विशेषनिघ्नता अपि दृश्यते तेषां पदानां. तत् कथं वा स्यात् इति शिष्यस्य प्रश्नः अस्ति. इदानीम् अग्रे पठेम. तर्हि प्रश्नः कः इति अवगतः वा सर्वैः? सर्वैः अवगतः खलु एतावता प्रश्नः कः इति? अस्तु, अग्रे शिवरामकृष्णमहोदय एव पठतु. आमां, सर्वदा मया स्मार्यते अर्थादि भेदात् लिङ्गादि भेदः सम्भवति इति. प्रसङ्गभेदात् अर्थाः अपि विद्यन्ते क्वचित्, अतः अर्थं निश्चित्य एव प्रश्नः करणीयः. अस्तु, किञ्चित् वदतु महोदय तस्य विषये. आचार्यः वदति अर्थभेदात् लिङ्गादिभेदः सर्वदा स्मारयतु अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति. अस्तु, तस्य उदाहरणं स्मर्यते वा? अर्थभेदात् लिङ्गभेदः. लिङ्ग यदि तत्र पुल्लिङ्गशब्दः अस्ति, पुल्लिङ्गशब्दः अस्ति चेत् श्वेतः अस्तु, श्वेतः श्वेता प्रसङ्गभेदात् इत्यस्मिन् आगच्छति. अर्थभेदात् लिङ्गभेदः इति एकमुदाहरणमस्ति. यथा मित्रं नपुंसकलिङ्गे, किन्तु मित्रः इति पुल्लिङ्गे. मित्रं तु नपुंसक मित्रः तु पुल्लिङ्गशब्दः अस्ति, मित्रं तु नपुंसकशब्दः अस्ति. यदि मित्रः अस्ति चेत् श्वेतः, यदि मित्रम् अस्ति चेत् मित्रः अस्ति चेत् आमां क्षम्यतां, मित्रः तु सूर्यः अस्ति, क्षम्यतां. मित्रम् अस्ति चेत् स्नेहितः अस्ति. तद् अनुसृत्य, परन्तु भगिनी तत्र यदि मित्रः मित्रमस्ति खलु, तत्र यदि तत्र एकनिमिषः, तत्र विशेषभावस्य कोऽपि प्रसङ्गः नास्ति. एवमेव उदाहरणार्थम् अहं पृष्टवती अर्थादिभेदात् लिङ्गभेदः कथं सम्भवति इति. मित्रं मित्रः इति एकम् उदाहरणमस्ति. अनन्तरं प्रसङ्गभेदात् अर्थाः अपि विद्यन्ते क्वचित् इति उक्तम्. आम्, तत्र तु प्रसङ्गभेदात् अर्थाः अपि विद्यन्ते क्वचित्. भगिनि तत्र तु प्रसङ्गभेदात् अर्थाः अपि विद्यन्ते क्वचित्. अत्र प्रसङ्गभेदात् नाम यत्र श्वेता श्वेतं श्वेतः इति एकः प्रसङ्गः, विशेषनिघ्नता आसीत्. किन्तु श्वेतः कृष्णः, वर्णस्य नाम कृष्णः श्वेतः, अथवा पुष्पस्य वर्णः पाटलः रक्तः इति यदा वदामः तत्र तु पुल्लिङ्गमेव भवति. उभयत्र प्रसङ्गभेदात् अथवा प्रयोगभेदात् अर्थाः अपि भिद्यन्ते. अर्थाः कथं भिद्यन्ते इति अग्रे अस्ति, अग्रे पठेम. अस्तु, तर्हि उक्तमस्ति अतः अर्थं निश्चित्य एव प्रश्नः करणीयः. शिष्यः तन्नाम श्वेतादीनाम् अर्थद्वयम् अस्ति. श्वेतादीनाम् अर्थद्वयम् अर्थद्वयमस्ति इत्युक्ते यदि श्वेत यदि शिष्यः पृच्छति यदि अर्धद्वयमस्ति वा, यदि श्वेतं पदस्य अन्य अर्थमस्ति वा, यदि अर्थः तु समानः अस्ति वा इति शिष्यः पृच्छति. एवं वा? अस्तु, तर्हि उत्तररूपेण तत्र किमस्ति? आम्, अतः एव उभयविधम् उत्तरं सम्भवति. अस्तु, नाम श्वेतादीनाम् इत्युक्ते वर्णवाचकानाम् अथवा रुचिवाचकानां तादृशानां प्रसङ्गभेदात् अर्थभेदः सम्भवति एव. अग्रे प्रश्नः अस्ति वा एतावता? अस्तु, माला भगिनी अग्रे पठति. आचार्य, आम्, अतः एव उभयविधम् उत्तरं सम्भवति. किं तत् शिष्यः वदति, किं तत् अर्थद्वयम्? आचार्य वदति, श्वेतादयः गुणवाचकाः गुणवद्वाचकाः चापि. अतः गुणवाचकत्वं गुणवद्वाचकत्वं च इति अर्थद्वयं तेषाम्. अस्तु, वदतु भगिनि. आचार्य वदति, वर्णवाचकशब्दस्य उत्तरं द्विविधाः उत्तरं सम्भवति, गुणवाचकाः अपि च गुणवत् वाचकाः इति. उभयविधः प्रयोगः सम्भवति, गुणवाचकाः गुणवाचकत्वम् अथवा गुणवद् वाचकत्वं. तर्हि प्रसङ्गभेदात् इत्युक्ते गुणवाचकत्वेन श्वेतादीनां प्रयोगः अस्ति वा, अथवा गुणवद् वाचकत्वे श्वेतादीनां प्रयोगः सम्भवति वा इति अनुसृत्य तेषां लिङ्गभेदः भवति. श्वेतादीनां गुणवाचकत्वं गुणवद् वाचकत्वम् इति अर्थद्वयम्. पठतु. भवतः कथनस्य आशयः न अवगतः मया. आचार्यः, पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः. श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवत् वाचकः. अस्तु भगिनि, किञ्चित् वदतु. इत्युक्ते वर्णः, वर्णस्य कथं ज्ञानं दद्मः तद् द्विविधमस्ति. पुष्पस्य वर्णः श्वेतः इत्यपि वक्तुं शक्नुमः, नो चेत् श्वेतं पुष्पम् इत्यपि वक्तुं शक्नुमः. यदि पुष्पस्य वर्णः श्वेतः इति वदामश्चेत् तत्र वर्णः गुणः अस्ति, तर्हि तस्य गुणस्य विषये तत्र ज्ञापनं भवति इति अर्थः. श्वेतं पुष्पम् इत्युक्ते तत्र पुष्पे श्वेतवत्त्वम् इति गुणः, गुणवत्त्वम् अस्ति इत्युक्ते तत्र वदामि गुणवत्त्वं दर्शयति तत्र, न तु गुणः परन्तु गुणवत्त्वं दर्शयति पुष्पे. श्वेतं पुष्पं, श्वेतं पुष्पम् इति वाक्यमस्ति. पुष्पे किमस्ति यदि अहं पुष्पे वर्णः अस्ति, श्वेतवर्णः अस्ति, पुष्पे श्वेतवर्णः अस्ति, तस्य पुष्पे वर्णः अस्ति. अस्तु, श्वेतं त्वं चित्रं रचयामश्चेत् यथा पुस्तके चित्रमासीत् तथा रचयामश्चेत् श्वेतं पुष्पम् इति एकस्मिन् स्तरे भवति. तस्य अर्थः कः? पुष्पे किम् अस्ति? श्वेतत्वम् अस्ति पुस्तके, क्षम्यतां पुष्पे. श्वेतं पुष्पम् इति चित्रं रचयित्वा स्थापयामश्चेत् श्वेतं पुष्पम् इति एकस्मिन् स्तरे, तस्य उपरितने भागे श्वेतत्वम् इति भवति, त्वा अथवा तल् प्रत्यययोजनेन श्वेतत्वम् इति भवति. अधोगमनार्थं कस्य प्रत्ययस्य मतुप्? तर्हि मतुप् योजयित्वा श्वेतवर्णः अस्ति इति श्वेतवत् पुष्पम्, श्वेतवत् पुष्पं, श्वेतवत् पुष्पं खलु. अत्र श्वेतवत् इत्यस्य विभक्ति का? प्रथमा, प्रथमा विभक्ति. पुष्पम् अपि प्रथमा विभक्ति खलु. तर्हि श्वेतवत् इत्यनेन कस्य निर्देशः अस्ति? पुष्पस्य, पुष्पस्य निर्देशः अस्ति. तथा एव यदा वयं श्वेतं पुष्पम् इति वदामः तर्हि तेन कस्य निर्देशः भवति? पुष्पस्य एव, पुष्पस्य. अत्र श्वेतवत् पुष्पम् अस्ति, पुष्पे श्वेतत्वम् अस्ति इत्यतः पुष्पमस्ति श्वेतवत् पुष्पम्. तर्हि श्वेतं, श्वेतः इति गुणः पुष्पे अस्ति, तदर्थं पुष्पमस्ति गुणवत् इति सर्वैः अवगम्यते वा? अथवा प्रश्नः अस्ति वा अत्र? यदि वयं श्वेतवत् पुष्पम् इति वदामः तर्हि पुष्पस्य निर्देशः भवति, तथा एव श्वेतं पुष्पम् इति अपि यदि वदामः तदापि श्वेतपुष्पस्य एव निर्देशः भवति. तर्हि तस्मिन् वाक्ये, श्वेतं पुष्पम् इत्यस्मिन् वाक्ये श्वेतम् इति पदेन कस्य निर्देशः अस्ति? पुष्पस्य खलु, पुष्पस्य, पुष्पस्य इत्युक्ते पुष्पः गुणवत्, तस्य निर्देशः अस्ति श्वेतम् इत्यनेन, श्वेतं पुष्पं. तस्मिन् श्वेतम् इति गुणवत् वाचकः अस्ति. गुणवत् किम्? गुणवत् पुष्पं, गुणवदस्ति पुष्पं, श्वेतं पुष्पम् इत्यनेन गुणवतः निर्देशः अस्ति, गुणवत् अस्ति पुष्पं. तदर्थं श्वेतं पुष्पम् इत्यस्मिन् श्वेतमिति गुणवद्वाचकः इति अवगम्यते वा? अस्तु, जयचन्द्रमहोदय स्वस्य शब्दैः किञ्चित् वदति किम् इममेव अंशम्? अस्तु महोदय, आम् श्वेतः इति वर्णः भवति, तत् गुणः भवति, तत् गुणवत् अथवा गुणवती अथवा गुणवान् कश्चन पदार्थः भवितुमर्हति. अतः तस्मिन् स्तरे श्वेतवर्णवान् पटः इति वक्तुं शक्यते अथवा श्वेतः पटः इति वक्तुं शक्यते. श्वेतः पटः इत्यस्मिन् कस्य अवश्यकत्वम् अस्ति? तत्रापि प्रारम्भतः कुर्मः. पुष्पस्य वर्णः श्वेतः इति अस्ति. श्वेतः पदेन किं पदं वाचितं तत्र? तत्र पुष्पस्य गुणः उक्तः अस्ति. पुष्पस्य गुणः उक्तः अस्ति. पुष्पस्य वर्णः श्वेतः इत्यनेन इत्यस्मिन् वाक्ये श्वेतपदेन पुष्पस्यः उक्तः अस्ति. तर्हि श्वेतः कस्मिन् अर्थे अस्ति अस्मिन् वाक्ये? गुणवाचकः वा अथवा गुणवद्वाचकः वा? गुणवाचकः अस्ति, अतः सर्वदा पुंसि एव भवति. तत् पुष्पस्य वा भवतु, मालायाः वा भवतु, कस्यचन वस्तुनः वर्णः श्वेतः इति यदा वदामः तदा सर्वदा श्वेतः इति पुंसि एव वक्तव्यम्. तदा तु गुणवाचकः. अस्तु, अग्रे श्वेतं तदा गुणवाचकः अस्ति. परन्तु यदा विशेषणरूपेण श्वेतपदस्य उपयोगः भवति तदा तत्तु साक्षात् गुणमेव न बोधयति, परन्तु वस्तुनः गुणवत्त्वम् एव सूचयति. अतः एव तस्य नाम गुणवद् वाचकत्वम् इति. भवता किम् उक्तं? वस्तुनः गुणवत्त्वं सूचयति इति अहं चिन्तितवान्. वस्तुनः गुणवत्त्वमपि न सूचयति, वस्तुः गुणवत् इति सूचयति. श्वेतं पुष्पम् इत्युक्तौ पुष्पं श्वेतवत्, श्वेता माला इत्युक्तौ माला श्वेतवती. तर्हि साक्षात् तत्र पुष्पस्य वा मालायाः वा बोधनम् अस्ति. अस्तु, गुणवत्त्वम् इति यदा वदामि चेत् तर्हि पुनः उपरि गच्छति इत्यतः तथा न वक्तव्यं खलु? न भवति. हा, सत्यं महोदय. श्वेता, सर्वैः अवगतं वा अयम् अंशः? अस्तु, श्वेतं पुष्पम् इति यदा वदामः तदा पुष्पम् इत्यस्यैव निर्देशः भवति, इत्युक्ते श्वेतवत् पुष्पम् इति. पुष्पम् अस्ति श्वेतवत्, तस्य एव निर्देशः भवति श्वेतं पुष्पम् इति वाक्येन. श्वेता माला इत्यस्य वदनेन माला श्वेतावती, श्वेतवती इति भवति. तत्रापि लिङ्गसम्बन्धः अस्ति उभयोः पदयोः मध्ये. श्वेतं वस्त्रम् इति वदनेन वस्त्रं श्वेतवत् इति अर्थः भवति. तर्हि अस्मिन् एषु वाक्येषु श्वेतं पुष्पम् अथवा श्वेता माला, श्वेतं वस्त्रम् इत्यस्मिन् श्वेतशब्दस्य गुणवद्वाचकत्वम्. गुणवद् नाम यस्मिन् गुणः अस्ति तद् गुणवत्. श्वेतं पुष्पम् इति वाक्ये श्वेतं पुष्पम् एव निर्दिशति. पुष्पस्य दिशि गच्छति श्वेतम् इति. भगिनि, एवमपि वक्तुं शक्नुमः, यदा श्वेतं पुष्पं तथा इत्युक्ते श्वेतत्वं धर्मः अस्ति पुष्पे. श्वेतत्वं नाम धर्मः अस्ति. सत्यं सत्यं महोदय. श्वेतं पुष्पम् इति यदा वदति श्वेतत्ववत् पुष्पम् इति अपि साधु एव, यतोहि श्वेतत्वम् इति धर्मः पुष्पे अस्ति. भगिनि अत्र चित्ररूपेण कथं भवति इति किञ्चित् वदति वा पुनः? चित्ररूपेण इत्युक्ते विद्याधरी पुस्तके पृष्ठसङ्ख्या 140 पश्यति वा? आम्. हा, तत्र पेज् 41 तस्मिन् पृथ्वी इति अस्ति अधोभागे खलु, पश्यन्ति सर्वे? पृथ्वी बुध्यते. हा, पृथ्वी बुध्यते इति अस्ति. पृथ्वी तस्मात् उपरि, तस्य उपरि किमस्ति? गन्धः. पृथिव्याः निर्देशार्थम् इत्युक्ते पृथिव्याः गन्धात् पृथिव्याः स्तरं प्राप्तुं कस्य प्रत्ययस्य योजनमस्ति अत्र? वति. तत्र अधोगामिनी शरः अस्ति खलु, डौन्वर्ड् एरो अस्ति, वति इति अस्ति. गन्धवती पृथ्वी इति यद्वदामः तत्र गन्धवती पदेन पृथिव्याः निर्देशः भवति. गन्धवती पृथ्वी एकस्मिन् स्तरे एव स्तः इति अङ्गीक्रियते वा रत्ना भगिनी? आम्, इत्युक्ते गन्धवती इत्युक्ते पृथ्वी एव इति भवति. सत्यं, गन्धवती इत्युक्ते पृथ्वी एव. तदर्थमेव पृथिव्याः एव लिङ्ग अस्ति तत्र. यदि भूतलम् इत्यस्य विषये वदामः तत्र गन्धवत् भूतलं भवति. भूतलं नपुंसकलिङ्गं, गन्धवत् अपि तस्मिन्नेव लिङ्गे भवति. तादृशेषु उदाहरणेषु गन्धवत् अथवा गन्धवती गुणवद्वाचकः अस्ति. गुणवद्वाचकः इत्युक्ते यस्मिन् गुणवद् इत्युक्ते यस्मिन् गुणः अस्ति सः गुणवत्, तद् गुणवत् अथवा सा गुणवती, सः गुणवान् मतु प्रत्ययः. गन्धवती पृथ्वी इत्यनेन पृथिव्याः एव निर्देशः भवति, तत्र गुणवद्वाचकता अस्ति. किन्तु पुष्पस्य वर्णः श्वेतः इत्यस्मिन् वाक्ये श्वेतः इति वर्णः इति यः गुणः अस्ति तस्य वाचकः अस्ति. पुष्पस्य वर्णः श्वेतः इत्यस्मिन् वाक्ये श्वेतः पदस्य गुणवाचकता न तु गुणवद्वाचकता इति भेदः अस्ति इति. स्पष्टः वा? अपि च अस्मिन्नेव चित्रे गन्धवती पृथ्वी अधोगमनार्थं पृथिव्याः स्तरं प्राप्तुं वति इति मतु प्रत्ययः योजनीयः. पृथिवी स्तरात् उपरि गमनार्थम् अत्र दर्शितमस्ति, अप्वर्ड् एरो स्थापयित्वा दर्शितमस्ति त्व योजनीयः अथवा तल् योजनीयः इति. तर्हि गन्धवती पृथ्वी इति अस्ति, तस्मिन् त्व योजयतु. रत्ना भगिनी प्रयत्नं करोति वा? गन्धवत्वं. हा, गन्धवत्वम् उपरि गमनार्थं त्वं योजयित्वा गन्धवत्वं पृथिव्याः लक्षणम् इति उच्यते. अत्रापि गन्धवत्वम् इत्यस्य लिङ्गं नपुंसकलिङ्गमस्ति. यदि अहं भूतलं तस्य लक्षणं वदामि चेत् भूतलस्य लक्षणं गन्धवत्वम् इत्येव वदामि. तत्र भूतलं तु नपुंसकलिङ्गे, पृथिवी स्त्रीलिङ्गे, तथापि लक्षणं इत्यस्य गन्धवत्वम् इति लक्षणस्य न कोऽपि भेदः तस्मिन् लिङ्गभेदः न जातः. यथा पुष्पस्य वर्णः श्वेतः इति आसीत् तथा. अवगम्यते वा? आम्. अस्तु, अजितमहोदय अवगच्छति किम्? अस्तु, पुष्पस्य वर्णः श्वेतः तस्मिन् अर्थः कः? गुणवाचकः वा अथवा गुणवद्वाचकः वा? गुणवाचकः. गुणवाचकः. तिन्त्रिण्याः रुचिः आम्लकः तत्र गुणवाचकः. किन्तु श्वेतः आसन्दः तत्र किमपि सम्यक् तत्र किं किं द्वयमपि भवितुम् अर्हति इति न प्रसङ्ग प्रसङ्गभेदात् अर्थभेदः. श्वेतः आसन्दः तत्र गुणवाचकता वा अथवा गुणवद्वाचकता वा? रत्ना भगिनी अवगम्यते वा? किन्तु पुल्लिङ्गे अस्ति अतः वयं सम्यक्तया वक्तुं न शक्नुमः इति अहं चिन्तयामि. पुल्लिङ्गे भवतु नाम, किन्तु श्वेतः शब्देन कस्य निर्देशः अस्ति अत्र? श्वेतः शब्देन किं बोधं भवति? ओ अस्तु, गुणः न, भवत्येव चिन्तयतु. श्वेतः आसन्दः इति अस्ति. अस्तु, श्वेतः आसन्दः इत्यनेन कस्य बोधः भवति? आसन्दस्य वा अथवा तस्य गुणस्य वा? आसन्दस्य. रत्ना भगिनी किं चिन्तयति? उभयोः बोधः भवति, श्वेतवर्णयुक्त आसन्दस्य बोधः भवति ननु? श्वेतवर्णयुक्त आसन्दस्य भवति सत्यं, किन्तु सः एव पदः श्वेतः आसन्दः वा अथवा श्वेता माला वा अथवा श्वेता श्वेतं वस्त्रं वा इति विशेषणम् अनुसृत्य भिद्यते किल. तेन किं बोध्यम्? गुणवद्वाचकता अस्ति वा अथवा गुणवाचकता अस्ति वा? गुणवद्वाचकता अस्ति. श्वेत इत्यस्मिन् पदे गुणवद्वाचकता अस्ति, किन्तु यदा वयं वदामः पुष्पस्य वर्णः श्वेतः अथवा मालायाः वर्णः श्वेतः तत्र गुणवाचकः. यतोहि वस्तुनः भेदः जातः. माला इति स्त्रीलिङ्गवस्तु अथवा स्त्रीलिङ्गपदम् अथवा पुष्पम् इति पुल्लिङ्गपदम् इति भेदः तु जातः वस्तुनः, तथापि वर्णः श्वेतः इत्येव तिष्ठति. तर्हि श्वेतः गुणवद्वाचके किमर्थं मतुपः लोपः जायते तत्र तथा भवितुमर्हति वा? उदाहरणार्थं गन्धा पृथिवी अथवा तथा उपयोगः न श्रूयते ननु? गन्धवती पृथिवी. सत्यम्, अस्तु सत्यं, तथा न श्रूयते. किमर्थम् इति अग्रे पश्यामः, इदं समाप्य. अस्तु अस्तु, अग्रे कस्य क्रमः अस्ति? अजितमहोदय अग्रे पठति वा? रत्ना भगिनी एतावता स्पष्टम्? इदानीं स्पष्टम्. अस्तु, अजितमहोदय. आम्. आचार्यः शिष्यः गुणवद्वाचकत्वे विशेषणत्वेन प्रयोगः, तन्नाम विशेष्यनिघ्नता. निघ्नता आचार्यः. आम्, श्वेतं पुष्पम् इत्यत्र श्वेतत्वयुक्तं पुष्पम् इत्यर्थः, अतः गुणवद्वाचकता इति उच्यते. अस्तु महोदय, एतावता. किम् अवगतम् इति उच्यताम्? प्रथमं विशेषनिघ्नता कथं भविष्यति इति, कुत्र भविष्यति, गुणवद्वाचकत्वे, गुणवद्वाचकत्वे विशेष विशेषणत्वेन प्रयोगः नाम श्वेतः श्वेतः आसन्दः श्वेतं पुष्पम् इति गुणवद्वाचकं वाचकानि अस्ति खलु तत् तत् तत्र विशेषणविशेषयो सम्बन्धः अस्ति गुणवद्वाचकत्वे विशेष्य निघ्नता अस्ति वा? गुणवद्वाचकत्वे विशेष्य निघ्नता अस्ति, यतोहि गुणवत् गुणवत् गुणवतां यत् पदं सूचयति तत् पुल्लिङ्गे भवतु अथवा स्त्रीलिङ्गे भवतु नपुंसकलिङ्गे भवतु तदनुसृत्य तम अनुसृत्य एव गुणवद्वाचकस्यापि लिङ्गवचनविभक्ति भवति. तर्हि गुणवद्वाचकत्वे विशेषनिघ्नता अस्ति. अग्रे अग्रे श्वेतं पुष्पं, श्वेतं पुष्पम् इत्यत्र श्वेतत्ववत् पुष्पस्य वर्णं श्वेतं श्वेतः पुष्पस्य वर्णं श्वेतः इति न वर्णः वर्णः पुष्पस्य वर्णः श्वेतः इति गुणव इति गुणवाचकः किन्तु श्वेतं पुष्पम् इति गुणवद्वाचकः. किमर्थं गुणवद्वाचकः श्वेतं पुष्पम् इति? विशेष विशेषनिबन्धता क्षम्यता विशेषनिघ्नता अस्ति. हा विशेषनिघ्नता अस्ति अपि च श्वेतत्ववत् पुष्पम् इत्यर्थः. जयचन्द्रमहोदय भवता एव पृष्टं खलु? किं पृष्टं भवता, किमर्थं तत्र श्वेतं पुष्पम् इत्यस्मिन् मतु प्रत्ययस्य लोपः इति? सत्यं सत्यं. तर्हि श्वेतं पुष्पम् इत्यत्र गुणवद्वाचकता इत्युक्ते श्वेतवत् पुष्पं, श्वेतं पुष्पं श्वेतवत् पुष्पं समानम् इत्येव अर्थः. अस्तु, किमर्थं तस्य लोपः जातः इति अहं न जाने किन्तु इदम् अवगन्तव्यं यत् श्वेतं पुष्पम् इति वदनेन श्वेतवत् श्वेतत्ववत् पुष्पम् इत्येव अर्थः अस्ति. तत्र अपरः प्रश्नः, श्वेतत्ववत् पुष्पम् इत्येव वक्तव्यं वा अथवा श्वेतवत् पुष्पम् इत्यपि वक्तुं शक्यते वा? किमर्थं श्वेतस्य स्तरः पुष्पस्य श्वेतत्ववत् इति यदा भवति यदि भवति यदि श्वेतस्य स्तरश्च पुष्पस्य स्तरश्च समानः तर्हि श्वेतत्वम् इत्युक्त्वा उपरि गत्वा पुनः अधः आगन्तुं शक्यते श्वेतत्ववत् इति. परन्तु आरम्भे एव श्वेतं वयम् उपरि श्वेत इति पदम् उपरि स्थापयामश्चेत् श्वेतवत् पुष्पम् इति वदामश्चेत् पर्याप्तं भवति. यदा यथा गन्धवती इत्यत्र आसीत्. सत्यं, श्वेतवत् यथा गन्धवती इति आसीत् तथा श्वेतवत् अपि वक्तुं शक्यते. किन्तु अत्र तत्र श्वेत श्वेतत्ववत् पुष्पं श्वेतवत् पुष्पम् एतयोः भेदः अस्ति वा? अस्ति चेत् कः भेदः अस्ति? केवलं श्वेतत्ववत् इत्यस्य वदनेन वैट्नेस् इति यदस्ति पुस्तके पुस्तकत्वं तथा श्वेते श्वेतत्वं तद्वती माला अथवा तद्वत् पुष्पम् इति बोध्यम्. किन्तु श्वेतवत् पुष्पम् इति यदा वदामः तर्हि श्वेतः इति गुणः पुष्पे अस्ति इति बोध्यम्. अपरः च विषयः अस्ति यत् गन्धवती इत्यस्मिन् उदाहरणे वर्णवत् पुष्पम् इति वदामश्चेत् तत् गन्धवती पृथिवी इत्यस्य समानरूपं भवति, परन्तु वर्णेषु अन्यतमः श्वेतः इति, अतः परसामान्यं एवं वक्तुम् इष्टवान् यत् वर्णः इति एकः गुणः इति चिन्तयतु, एवं तर्हि वर्णवत् पुष्पम् इति वक्तुं शक्नुमः वयं खलु. एवमेव गन्धः इति गुणः गन्धवती पृथिवी इति प्रयोगः दृश्यते, परन्तु श्वेतः इति वर्णेषु अन्यतमः, अतः श्वेतः इति तु अपरसामान्यं, परसामान्यम् अपरसामान्यम् इति सामान्यानां भेदाः वयं पठितवन्तः. प्रायः तत् कारणेन एव श्वेतत्ववत् इत्येव प्रयोगः भवितुम् अर्हति. तथापि चिन्त्यं, किन्तु चतुर्विंशति गुणाः आसन् खलु, गन्धस्पर्श रूपम् इत्यादिकं, तेषु श्वेतः इति वर्णः अस्ति, अपि च वर्णः रूपम् इति गुणे अन्तर्भूतः. सत्यं, तेन श्वेतः अपि कश्चन गुणः एव अस्ति. सत्यं, अस्तु. पुस्तकं स्वीकुर्मश्चेत् पुस्तके पृथ्वीत्वम् अस्ति, पुस्तके पुस्तकत्वम् अस्ति, पुस्तके नीलत्वं यदि नीलः पुस्तकः अस्ति, तथा एव श्वेतः इति वर्णः स्वीकुर्मश्चेत् श्वेतः वर्णे गुणत्वं, श्वेतः वर्णे रूपत्वं, श्वेतः वर्णे वर्णत्वम् अस्ति इत्यतः श्वेतः गुणस्य श्रेण्याम् एव अन्तर्भूतः अस्ति इति मम चिन्तनम्. तेन श्वेतवत् पुष्पम् इति कथनस्य असाधुत्वम् अस्ति न वा इति प्रायः महोदयः प्रष्टव्यः भवति. किन्तु भवता यदुक्तम् अपराजाति पराजाति तदपि अस्ति, गन्धवती इति उदाहरणे सुरभित्ववती पृथिवी इति वक्तुं शक्नुमः, परन्तु सुरभीवती पृथिवी इति प्रायः न वक्तुं शक्नुमः इति मन्ये, तत् वदामश्चेत् सम्यक् न श्रूयते, तत्र कारणानि न जानामि, अहमपि अन्वेषणं कर्तुं परिश्रमं करिष्यामि, परन्तु महोदयमपि प्रष्टुं शक्नुमः. अस्तु अस्तु, एतावता विशेषणस्य गुणवाचकता गुणवद्वाचकता इति उभयविधप्रयोगः भवति इति अवगतः खलु एतावता. श्वेतं पुष्पम् इत्यस्मिन् श्वेतवत् पुष्पम् इति अर्थः, श्वेतं पदेन गुणवद् पुष्पं निर्दिश्यते इत्यतः गुणवद् वाचकता तत्र. भगिनि क्षम्यतां, श्वेतत्ववत् तथा गन्धं उपयोगं कुर्मः चेत् कथं भविष्यति? भवती एव वदतु, पेज् 41 तत्र दृष्ट्वा भवती एव वक्तुं शक्नोति. प्रयत्नं गन्धत्ववत् सत्यं गन्धत्ववती भवति किल, गन्धवती पृथिवी, गन्धवत्वं पृथिव्याः लक्षणं, गन्धत्ववत् गन्धत्ववती पृथिवी, केवलम् उपरि गमनार्थं मतु अधोगमनार्थं क्षम्यताम् उपरि गमनार्थं भाववाचकः तल्वा त्वा वा श्यै प्रत्ययः, अधोगमनार्थं मतु प्रत्ययः इत्येव योजनीयः. अस्तु, अग्रे रागिनी भगिनी पठति वा? यदा विशेषनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः, यथा श्वेतः हारः, श्वेता माला, श्वेतं पुष्पम्. अग्रे पठतु. आचार्यः गुणवाचकत्वे तु पुंस्त्वम् एव, प्रयोगः तु पूर्वं दर्शितः. अस्तु वदतु भगिनि. अत्र श्वेतः हारः तत्र श्वेता माला, श्वेतं पुष्पं, तत्र गुणवद् वाचकता अस्ति. तत्र पुल्लिङ्गे एव अस्ति, प्रयोगं पूर्वं दर्शितम् आसीत्. न, पुल्लिङ्गे एव नास्ति. यत्र गुणवद् वाचकता अस्ति तत्र विशेष्यनिघ्नता अस्ति. अस्तु अस्तु, गुणवद् वाचकत्वे विशेष्यनिघ्नता, विशेष्यस्य यल्लिङ्गं यद्वचनं यात्लिङ्गं तल्लिङ्गम्. अस्तु, श्वेतः हारः, श्वेता माला, श्वेतं पुष्पं, तत्र गुणवद् वाचकता. गुणवाचकत्वे पुल्लिङ्गम् अस्ति, यथा पुष्पस्य वर्णः श्वेतः अथवा वस्त्रस्य वर्णः श्वेतः. गुणवाचक किं भगिनि, इतोपि एकवारं वदतु. गुणवाचके पुष्पस्य वर्णः श्वेतः वा वस्त्रस्य वर्णः श्वेतः, तत्र पुल्लिङ्गम् एव भवति. तत्र पुल्लिङ्गमेव गुणवाचकत्वे. वर्णः इति गुणः, वर्णः इति गुणः, तस्य वाचकत्वे नाम गुणवाचकत्वे पुंसत्वम् एव. श्वेतः, कृष्णः, रक्तः इति. किन्तु गुणवद् वाचकत्वे लिङ्गभेदः भवितुमर्हति. अस्तु, अग्रे प्रिया भगिनी किञ्चित् पठति वा? प्रिया भगिनी अस्ति किम्? रत्ना भगिनी अग्रे पठति किम्? आम् भगिनी, अत्र एकः प्रश्नः अस्ति. मालायाः वर्णः श्वेतः इत्युक्ते गुणवाचकः इति सम्यक्, किन्तु माला श्वेता माला इत्यस्मिन् तद् अवगच्छामि, तत्र गुणवद् वाचकशब्दः भवति. किन्तु हारः तत्रैव भ्रमः खलु भवत्याः? न, तद् इदानीम् अवगच्छामि. किन्तु माला श्वेतः इति वर्णः इति पदं त्यक्त्वा माला श्वेतः इति वक्तुं शक्नुमः वा? न, तथा न भवति. अस्तु, परन्तु मालायाः श्वेतः इति वक्तुं शक्नुमः. माला श्वेतः इति न वक्तुं शक्नुमः, मालायाः श्वेतः. तत्रापि गुणवाचकता न तु गुणवद्वाचकता. अस्तु, अग्रे पठति वा भगिनि? गुणवाचकत्वे तु पुंसत्वम् एव, प्रयोगः तु पूर्वं दर्शितः. अत्र प्रमाणं किम्? अमरकोशवाक्यम् अत्र प्रमाणम्. अमरकोशः वदति गुणे शुक्लादयः पुंसि, गुणि लिङ्गास्तु तद्वति इति. इत्युक्ते शुक्ला इत्यादि वर्णाः वयं गुणे शुक्लादयः पुंसि, अर्थः कः? इत्युक्ते गुणवाचकशब्दाः भवन्ति चेत् तत्र पुल्लिङ्गरूपेण वदामः इति. हा, गुणवाचकत्वे शुक्लादयः पुंसि इति अर्थः. गुणवाचकत्वे गुणे शुक्लादयः पुंसि नाम गुणवाचकत्वे शुक्लादयः पुंसि. अग्रे अग्रे गुणिलिङ्गास्तु तद्वति इत्युक्ते गुणि इत्युक्ते यस्मिन् गुणः अस्ति. गुणि इत्युक्ते पुष्पम् अथवा माला तथा गुणि लिङ्गास्तु. तत्र समासपदमस्ति गुणिनः लिङ्गाः, लिङ्गं यस्य सः गुणिलिङ्गः, बहुवचने गुणिलिङ्गाः. गुणिनः लिङ्गः यस्य सः. गुणिलिङ्गाः तु तद्वति नाम तत्र मतुप्रत्ययस्य उपयोगं भवति गुणवद्वाचकत्वम् अस्ति यत्र गुणिलिङ्गाः भवन्ति तत्र गुणवद्वाचकत्वं भवति यत्र पुंसि भवति एते शब्दाः रुचिवाचकाः अथवा वर्णवाचकाः तत्र शुक्लादीनां पुल्लिङ्गं गुणवद्वाचकत्वे गुणिलिङ्गाः भवन्ति इत्युक्ते गुणिनः लिङ्गः गुणिनः लिङ्गं यद्भवति तदेव भवति एतेषाम् इत्यपि अवगतं वा एतावता अथवा प्रश्नाः सन्ति वा अस्तु अग्रे रश्मी भगिनी पठति किम् शिष्यः गुणवाचकत्वे शुक्लादीनां पुंस्त्वं गुणिनाम् अथवा गुणवतां निर्देशावसरे ते विशेषनिघ्नताः इति तस्य तात्पर्यं खलु आचार्यः शुक्लः पटः इत्युक्तौ विशेषनिघ्नता पटस्य शुक्लः इति प्रयोगे कृते तु पुंस्त्वं प्रथमे उदाहरणे गुणिवाचकता द्वितीये उदाहरणे गुणवाचकता अस्तु वदतु भगिनि किञ्चित् गुणवाचकं यदा वदति तदा शुक्ल रक्त आदि वर्णवाचकाः पुल्लिङ्गे एव अस्ति गुणिनां निर्देशावसरे ते विशेषनिघ्नता इति इत्युक्तौ गुणे गुणवत् वाचकानि यदा उपयोगं करोति तदा विशेषनिघ्नता प्रयोगं भवति एकं प्रश्नं गुणिनो गुणिवाचकं तस्य तात्पर्यं गुणवत् अस्ति वा गुणि नाम यथा मतुब् भवति अस्य अस्मिन् वा इत्यर्थे मतुप् प्रत्ययः इत्यनेन इति योजयित्वा गुणवत् इति यथा भवति तथा एव गुणि इति अपि इनि इति प्रत्ययः अस्ति तस्य अपि अयमेव अर्थः अस्मिन् अस्य वा अस्मिन् गुणः अस्ति इत्यतः सः गुणि अथवा गुणवत् समानार्थकपदौ तदा गुणि वाचके विशेषनिघ्नता विशेषविशेष सम्बन्धः भवति अनन्तरं शुक्लः पटः इत्युक्तौ विशेषणप्रयोगः अस्ति शुक्लः पटः पटः तु शुक्लः शुक्लवर्णः इति विशेषणप्रयोगमस्ति अत्र पटस्य शुक्लः इति प्रयोगे पटस्य वर्णः शुक्लः इति पुल्लिङ्गे उपयोगं भवति हा सम्यक् अनन्तरं तदेव भवति प्रथम उदाहरणे गुणिवाचकता भवति अनन्तरं द्वितीय उदाहरणे गुणवाचकता गुणवाचकता भवति इति सारांशः अत्र प्रश्नः अस्ति वा कस्यापि किमपि चिन्तनम् अस्ति वा अथवा कोऽपि भ्रमः वा अस्मिन् भगिनि अमरकोशवाक्य तद् कक्षायाम् अमरकोशवाक्य तत्र महोदय उक्तवान् मतुप्रत्ययः अव्ययः इति न न न न सः मतुप्रत्ययः अव्ययः अव्ययमिति न उक्तवान् अत्र तद्वति इति अस्ति किल तत्र महोदयस्य प्रश्नः आसीत् तत्र मतुप्रत्ययः अस्ति वा अथवा वतिप्रत्ययः अस्ति वा इति वति इति एकः प्रत्ययः अस्ति वतियोजनेन वतिप्रत्यययुक्ताः तु अव्ययं भवति इत्युक्ते किं सः कृष्णः श्रीकृष्णः मेघवत् कृष्णः इति वदामश्चेत् अथवा मेघवत् श्यामः इति वदामश्चेत् तत्र वती प्रत्ययः अस्ति न तु मतुप् कथं जानीमः मतुप् वा अथवा वती वा इति यदा वाक्ये तुलना भवति यथा अहम् उक्तवती सः शिशुवत् रोदिति इति किमपि वदामिश्चेत् तत्र तुलना अस्ति खलु तेन ज्ञायते वती प्रत्ययः न तु मतुप् इति स्पष्टं वा धन्यवादः धन्यवादः महोदय केवलं प्रश्नं पृष्टवान् तत्र वती प्रत्ययः अस्ति वा अथवा मतुप् अस्ति वा किं चिन्तयन्ति इति तावदेव किम् अभवत् यद् अहं तु किञ्चित् लिखित्वा श्रुतवती तस्मात् कारणात् उत्तमरीत्या न श्रुतवती अस्तु अस्तु अस्तु चिन्ता नास्ति अस्तु एतावता स्पष्टं चेत् अधुना जयचन्द्रमहोदयेन पृष्टं राधिका भगिन्याः भगिन्या अपि पृष्टमासीत् किमर्थं गन्धा पृथ्वी नास्ति इति खलु तर्हि अस्य उत्तररूपेण महोदयेन उक्तमासीत् गुणवाचकशब्दाः त्रिधा भवति गुणवाचकशब्दाः त्रिविधाः प्रथमतया गुणवाचकः द्वितीयमस्ति गुणिवाचकः अथवा गुणवद्वाचकः तृतीयः उभयविधमपि भवति अस्तु गुणवाचकस्य उदाहरणं वदामि शक्तिः बलं धैर्यं श्रद्धा शक्ति बलं एते शब्दाः कदापि गुणिवाचकः भवितुम् अर्हन्ति वा इति चिन्तयन्तु अहं बालके शक्तिः अस्ति इति वदामि अथवा बालके धैर्यम् अस्ति इति वदामि किन्तु शक्तिबालकः इति न कदापि वदामि अथवा शक्तिबालिका इति न कदापि वदामि किल तर्हि गुणवाचकाः एते ये सर्वदा गुणवाचकत्वेन तेषां प्रयोगः भवति शक्तिः बलं धैर्यं श्रद्धा एतादृशपदानि द्वितीयः प्रभेदः अस्ति गुणिवाचकाः गुणिवाचकाः नाम सुन्दरः विशालः उन्नतः इत्यादिकं सुन्दरः बालकः इत्यनेन कस्य वाचकः वाचकत्वमस्ति गुणवद्वाचकत्वमेव गुणवद्वाचकं गुणवद् बालकस्य वाचकत्वं किल आम् सर्वैः अङ्गीक्रियते वा अयम् अंशः अथवा विशालः विशालं गृहं विशालः देशः विशाला नदी इति सदा गुणिवाचकत्वमेव अस्ति सुन्दरः विशालः उन्नतः न्यूनः अधमः इत्येषां पदानां न कदापि गुणवाचकत्वम् सुन्दरः बालकः बालके सौन्दर्यम् अस्ति सौन्दर्यम् इति गुणः किन्तु सुन्दरः इति स्वयं गुणः नास्ति अवगम्यते वा विशाला नदी इति वदामिश्चेत् विशालता इति गुणवाचकता विशालता इति गुणः किन्तु विशाला स्वयं गुणिवाचकः अथवा गुणवद्वाचकः एव विशेषणवाचक इति विशेषणवाचकत्वं सत्यं तथा एव गन्धः गन्धः कीदृशं पदमस्ति गुणवाचकः वा अथवा गुणिवाचकः वा गुणवाचकः किमर्थं गुणवाचकः प्रयोगे गन्धः पृथ्वी इति न दृश्यते गन्धवती पृथ्वी हा गन्धवती पृथ्वी गन्धं शब्दम् उपयुज्य मतुप्योजनेन एव गुणवद्वाचकत्वं भवति. किन्तु गन्धः स्वयमेव केवलं गुणवाचकः, यथा शक्तिः, बलं, धैर्यं तथा. गुणवद्वाचकार्थं मतुप्योजनेन गन्धवती पृथिवी इति वाक्यं निष्पन्नम्. अस्तु, गुणिवाचकत्वे यदा उपयोगः भवति पदानां, सुन्दरः, बालकः, विशालः, देशः इत्यादिकं भवति चेत् गुणिवाचकत्वे एव भवति. तस्य गुणं प्राप्तुं पुनः उपरि गन्तुम् अर्हामः त्वा अथवा तल् योजनेन. सुन्दरत्वं गुणः, सुन्दरता गुणः, सौन्दर्यम् इति गुणः, विशालता इति गुणः, त्वम् अथवा तल् योजनेन अथवा श्यं योजनेन. गुणवाचकात् अधोगमनार्थं गुणिवाचकार्थं मतुप्योजनं गन्धवती पृथिवी. गन्धत्वं पृथिव्याः लक्षणं तथा भवति. अस्तु, तृतीयः प्रभेदः अस्ति वर्णवाचकः रुचिवाचकः. नीलः वृक्षः इत्यस्मिन् गुणवाचकता वा अथवा गुणवद्वाचकता वा? अस्तु अस्तु, एक क्रमेण गच्छामः. नीलः वृक्षः इति वाक्यं तस्मिन् गुणवाचकता अथवा गुणवद्वाचकता? गुणवद्वाचकता. किन्तु इदमपि शक्यम् इति महोदयेन उक्तं, वृक्षे नीलः अस्ति इति वाक्यमपि साधु. वृक्षे नीलः अस्ति इत्यस्मिन् वाक्ये गुणवाचकताः वा अथवा गुणवद्वाचकता वा? गुणवाचकता. नीलः वृक्षः इत्यस्मिन् गुणवद्वाचकता, वृक्षे नीलः अस्ति इत्यस्मिन् गुणवाचकता. तर्हि त्रिविधं गुणवाचकशब्दानां त्रैविध्यं. प्रथमं केवलं गुणवाचकाः एव, यथा शक्ति, बलं, धैर्यम् इत्यादिकं. द्वितीयं गुणिवाचकाः अथवा गुणवद्वाचकाः, यथा सुन्दरः, बालकः, विशालः, देशः इत्यादिकं. तृतीयः प्रभेदः अस्ति उभयोः मिश्रणं. गुणवाचकः अपि अस्ति, गुणिवाचकः अपि अस्ति, यतः नीलः वृक्षः अथवा वृक्षे नीलः अस्ति इति. भगिनी, वर्णः अथवा रसः एव द्विविधौ भवतः खलु? वर्णवाचकः, रुचिवाचकः, सत्यं. केवलं वर्ण रस रसः रुचि रुचिवाचकः, मधुरः, तिक्तः, कटुः इत्यादिकं. महोदय, अहमिदानीं जालपुटे दृष्टवान् सुरभि इति पदमपि विशेषणं भवितुमर्हति इति उक्तमस्ति. एवं तर्हि गन्धवाचकपदानि अपि एवम् उभयविधं भवितुमर्हन्ति इति स्वीकर्तुं शक्नुमः वा? इत्युक्ते गन्धा पृथिवी, गन्धं भूतं. न न, सुरभि पृथिवी इति, सुरभि पुष्पम् इति. सुरभि इत्युक्ते गोः खलु? न, सुरभि इत्युक्ते समीचीनगन्धः इति. समीचीनः गन्धः, सत्यम्. अस्तु, अहमपि पश्यन्ती अस्मि, तत्र सुरभि इति विशेषणम् इति निर्दिष्टं खलु. महोदयः पृष्टव्यः प्रायः. अथवा पृथिव्याः गन्धः सुरभिः तत्र गुणवाचकत्वं भवति. सुरभिपुष्पम् इति प्रयोगः साधु चेत् तत्र गुणवद्वाचकत्वमेव भवति. अतः उभयविध साधु चेत् न केवलं रसस्य रूपस्य च सत्यं प्रायः भवितुमर्हति. सुरभिः फ्राग्रेन्स् इत्यस्मिन् अर्थे पुल्लिङ्गशब्दः. तर्हि गुणवाचकत्वे पुंसि इति चिन्तयामि, गुणवद्वाचकत्वे तस्य विशेषनिज्ञता स्यात्, न जाने. किन्तु गन्धा इत्यस्य विषये स्पष्टता जाता वा? गन्धा पृथिवी गन्धं भूतलम् इति न भवति? आम् अवगतम्। तत्तु गुणवाचकः पद गुणवाचकं पदमेव, न तु गुणिवाचकं। गुणिवाचकार्थं मतुपयोजनम् आवश्यकमेव इति अस्ति। अन्यच्च यदा उन्नतः वृक्षः इति वदामः, उन्नतः वृक्षः इति वदामः, तत्र प्रायः L1 L2 स्तरे वयं सर्वं पठितवन्तः यद् तत्र विशेषणम् अस्ति उन्नतः विशेष्यमस्ति वृक्षः इति। किन्तु वृक्षः इति यत् पदमस्ति विशेष्यं, तत् साक्षात् विशेष्यं नास्ति, विशेष्यवाचकम् अस्ति। यः वृक्षः उन्नतशब्देन विशिष्यते सः विशेष्यम्। बहिः एकः उन्नतवृक्षः अस्ति चेत् सः वृक्षः यद् दृश्यमानः अस्ति अस्माभिः, यः उन्नतशब्देन विशिष्यते सः अस्ति विशेष्यं वस्तुतः, न तु वृक्षः इति पदं। तत्र विशेषणविशेष्ययोः अर्थसम्बन्धः अस्ति, न तु पदसम्बन्धं सम्बन्धः। कः सम्बन्धः अस्ति? अर्थसम्बन्धः इत्युक्तौ उन्नतशब्देन यः वृक्षः विशिष्यते सः वृक्षः विशेष्यम् अस्ति, न तु सर्वे वृक्षाः। केवलम् उन्नतः वृक्षः इति वदामश्चेत् वृक्षः पदं विशेष्यम् इति प्रायः सुलभ अवगमनार्थं प्रारम्भतः वयं पठितवन्तः। किन्तु वृक्षः इति पदं साक्षात् विशेष्यं नास्ति, किन्तु विशेष्यवाचकम् अस्ति। एवमेव अन्यत्रापि खलु, यद् यत् अद्य पठितं श्वेता माला इत्यत्रापि माला इति पदं विशेष्यवाचकमेव इति सर्वत्र स्वीकर्तव्यं खलु? सत्यं तथा एव। श्वेतं वस्त्रम् इत्यस्मिन् वस्त्रम् इति यद् वस्त्रं तद् श्वेतत्वेन विशिष्यते तदस्ति विशेष्यं, किन्तु साक्षात् तत् पदमेव विशेष्यं नास्ति, केवलं विशेष्यवाचकमस्ति तत् पदं। तथा एव उन्नतः इति विशेषणं न, विशेषणवाचकः वस्तुतः। औन्नत्यम् एव विशेषणम्। अवगतं वा? औन्नत्यं भावः, औन्नत्यं, हा सत्यं, तस्य भावः। उन्नतः इति शब्दः गुणवाचकार्थं गुणवद्वाचकार्थम् अस्ति तत्र उन्नतः वृक्षः इत्यस्मिन् वदनेन। यः वृक्षः औन्नत्येन विशिष्यते तस्य निर्देशार्थम् उन्नतः इति अस्ति। वस्तुतः विशेषणमस्ति औन्नत्यम् अथवा उन्नतता, त्वं योजनेन उन्नतत्वम् इत्येव विशेषणमस्ति। तर्हि यदा वयं वदामः घटवत् भूतलम् इति, घटवत् भूतलम् इत्यस्मिन् विशेषणं किम्? घटः, सर्वे अवगच्छन्ति खलु विशेषणं किम्? घटः, न तु घटवत् इति अङ्गीक्रियते वा सर्वैः? तर्हि राधिका भगिनी वदति वा किमर्थं घटवत् भूतलम् इत्यस्मिन् विशेषणम् अस्ति घटः इति? यदि वयं घटवत् भूतलम् इति वयं वदामः तु तत्र भूतले घटः अस्ति तादृशं खलु? अस्तु, घटवत् भूतलम् इत्यस्मिन् पदसम्बन्धेन विशेषणविशेष्यभावः अस्ति, समानविभक्तिकत्वं समानलिङ्गत्वम् इत्यादिकम् अस्ति, अस्ति एव। किन्तु वस्तुतः तत्र विशेषणं किम्? घटः, घटः एव विशेषणं। घटवत् इति गुणवद्वाचकः इत्युक्ते भूतलस्य निर्देशार्थमेव अस्ति। घटवत् इति विशेषणं नास्ति, घटः अस्ति विशेषणम्. गन्धवती पृथिवी वदतु भगिनि. न तत्र घटवत् भूतलम् इत्यस्मिन् उदाहरणे घटः अपि विशेषणं नास्ति, घटस्य अधिकरणं किमस्ति तत् विशेषणं भवति किल. इत्युक्ते घटस्य अधिकरणत्वं कस्मिन् अस्ति, घटस्य अधिकरणत्वं कस्मिन् अस्ति? भूतले. भूतले तस्य निर्देशार्थं केवलं प्रकटी इदं प्रकटीकर्तुं यत् घटः भूतले अस्ति इति प्रकटीकर्तुं घटवत् भूतलम् इति उक्तम्. किन्तु भवती स्मरति चेत् तत्र उक्त अस्तु, पेज् नम्बर् 34 पश्यतु भवती. विद्याधरी पुस्तके चतुस्त्रिंशत् पुटे पश्यतु. अस्तु अस्तु, तत्र पठति वा? अत्र घटे एका प्रभा, तस्मात् आरभ्य किञ्चित् पठतु वाक्यचतुष्टयं पठतु. अत्र घटे एका प्रभा वर्तते, संयोगः घटभूतलयोः सम्बन्धः. तत्र एका प्रभा वर्तते, एकं भूतले एका प्रभा वर्तते. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्. तृतीयं वाक्यम् इतोपि एकवारं पठतु. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्. घटः भूतलस्य विशेषणम् इति उक्तमस्ति तत्र. किन्तु सामान्यतया घटवत् भूतलम् इति उक्त्वा घटवत् अस्ति भूतलस्य विशेषणम् इति कथनं भवति सामान्यतया. किन्तु अत्र उक्तं घटः एव भूतलस्य विशेषणं. किमर्थम् इत्युक्ते यथा उन्नतः वृक्षः इत्यस्मिन् औन्नत्यं विशेषणमासीत् तथा घटः विशेषणमस्ति, न तु घटवत्. घटवत् केवलं गुणवद् वाचकः. गुणवद् इत्युक्ते भूतलं. मतुप्रत्यययोजनेन यः यस्य निर्देशः भवति तस्य वाचकः अस्ति घटवद् इति पदम्. यथा उन्नतः वृक्षः इत्यस्मिन् वृक्षे औन्नत्यम् अस्ति, तद्वत् तत्र गुणवत् वृक्षः तस्य वाचकत्वेन उन्नतः यथा आसीत् तत्रैव अत्र घटवत् भूतलम् इति अस्ति. किन्तु वस्तुतः औन्नत्यम् अस्ति विशेषणं, तथा एव अत्र घटः अस्ति विशेषणं, भूतलं विशेष्यम्. अस्तु, किन्तु भवत्या यदुक्तं तदपि सत्यम्, अधिकरणमस्ति भूतलं घटस्य. तदर्थमेव मधुपयोजयित्वा घटवत् भूतलम् इति वाक्यं सञ्जातम्. किन्तु अत्र मुख्यांशः अस्ति भूतलस्य विशेषणमस्ति घटः, न तु घटवत्. घटवत् तु केवलं गुणवद् वाचकः तत्र, इत्युक्ते भूतलस्य वाचकः इति. स्पष्टः वा? आम्. यथा पुष्पे श्वेतः वर्णः अस्ति तथा भूतले घटः अस्ति. सत्यं. तर्हि वस्तुतः घटः विशेषणं. घटवत् भूतलम् इति तु केवलं वदनार्थं, वाचनार्थमेव अस्ति तत्र. अस्तु, भवती एव वदतु. गन्धवती पृथिवी इत्यस्मिन् वस्तुतः पृथिव्याः विशेषणं किम्? गन्धः. गन्धः. गन्धः. आम्. केनापि गन्धवत्वम् इति उक्तं वा? गन्धवत्वम् इति धर्मः पृथिव्याम् अस्ति, किन्तु गन्धवती पृथ्वी इत्यस्मिन् वाक्ये पृथिव्याः विशेषणम् अस्ति गन्धः. यथा भूतलं घटवत् इत्यस्मिन् वाक्ये भूतलस्य विशेषणम् अस्ति घटः, तथा एव गन्धवती पृथिवी इत्यस्मिन् वाक्ये पृथिव्याः विशेषणम् अस्ति गन्धः. अत्र कोऽपि संशयः अस्ति? अथवा प्रश्नः अस्ति वा? भगिनी, अत्र गुणवाचके उभय गुणी प्रयोगः, तत्र तु मधुर शर्करा, शर्करा मधुरः आगच्छति वा तादृशम्? मधुरा शर्करः, मधुरा शर्करा इत्यस्मिन् गुणवद्वाचकत्वं, शर्करा इति गुणवती तस्य वाचकत्वेन. अस्तु वदतु महोदय, शर्करायाः मधुरा, शर्करायाः मधुरः अथवा शर्करे मधुरः अस्ति. शर्करायाः मधुरः, मधुरा न, शर्करायाः मधुरः, मधुरः शर्करायाः. नीलः घटः, घटः नीलः खलु भगिनि? घटे यदि वयं शर्करघटे नीलः घटः, घटे नीलः अथवा घटस्य नीलः. अवगतम् अवगतम्. तत्र अस्ति गुणवाचकता, गुणिवाचकता उभौ अपि. अवगतम्, धन्यवादः. अन्य कोऽपि प्रश्नः? भगिनी पुनः वदामि, शर्करस्य मधुरः, शर्करायाः मधुरः, हा शर्करायाः मधुरः अथवा मधुरा शर्करा. सत्यं, शर्करायाः रुचिः मधुरः इति वदामः खलु. शर्करा यदा भवति, शर्करा तदपि साधुः, किन्तु यदा भवति शर्करायाः मधुरः अथवा शर्करे शर्करायां मधुरः अथवा शर्करायाः रुचिः मधुरः इति वदति तदा शब्द, सत्यं गुणवाचकशब्दं. परन्तु मधुरा शर्करा इति वदामः चेत् तत्र गुणवद् वाचक पदं भवति, गुणवद् वाचकत्वम् अथवा गुणिवाचकत्वम्. अस्तु, अन्यः कोऽपि प्रश्नः? अस्तु, प्रश्नाः न सन्ति चेत् तर्हि विरमाम. एतावता एव कृतं महोदयेन अपि, इतः अग्रे अग्रिमशनिवासरे पाठः भवति. धन्यवादः, धन्यवादः भगिनि. अस्तु भगिनि, धन्यवादः, शुभरात्रिः, धन्यवादः भगिनि.